तव्यत्तुमुन् तृच् इति करपत्रम् अनुवर्तते, तत्र निजन्त धातूनां तव्यत्तुमुन् तृजन्त रूपसिद्धिः इति भागः एव वर्तते, सः पठ्यते अधुना. हकारान्तदातव सामान्य इति भगिनि ओ निजन्त निजन्तधातूनां तव्यत् तुमुन् पृच् तृजन्तरूपसिद्धिः. चुरादिगणे स्वार्थे निच् चेदपि प्रेरणार्थे निच् चेदपि यत्र यत्र निच् सम्बन्धरूपम् अपेक्षितं तत्र तत्र पदमकार्यमस्ति धातुतः निच् विधानम्. अतः तव्यत् तुमुन् पृच् इत्येषां प्रसङ्गे सति सर्व प्रथमं निजन्तधातुः सिद्ध्यति, तदा एव तव्यतुमुन् तृच् सम्बन्धकार्यं. सर्वे निजन्तदातव अनेकाचः इकारान्तः च. वयं जानीमः चुरादिगणे स्वात्यनिच् इति धातुतः प्रथमं करणीयं, तदेव इकारान्तं भवति. तदनन्तरं निच् प्रति द्वयदिन अनन्तरं तव्यतुमुन् तृच् इत्येषां प्रसङ्गशक्ति प्रसङ्गः भवति. वयं जानीमः सर्वे निजन्तदातवः अनेकाः च इकारान्ताः च. सः अत्र कोऽपि इडागमने विषयं फलतः तव्यतुमुन् तृच् यदा विधीयन्ते तावता पूर्वम् अनेकाच् इकारान्तधातुः वर्तते एव. अनेकाच् इति कृत्वा सेट्टः इकारान्तः इति कृत्वा सर्वधातुक आर्धधातुकयो इति सूत्रस्य कार्यक्षेत्रम्. धातुः सेट् तव्यतुमुन्तृच्छ बलादयः इत्यतः इडागमः भवति एव इति कृत्वा गुणकार्य अनन्तरम् यचो यावयावः इति सूत्रेण सूत्र अवसरम्. एवं सति यजन्तधातूनां तव्यतुमुन्तृच् इत्येषां रूपसिद्धिमार्गं सर्वत्र समानः. वयं पठितवन्तः तव्यतुमुन्तृच् योजनेन धातु अनेकाच् भवति, ततः इकारान्त अनेकाच् इकारान्तधातु अस्ति. तव्यातृच् तुमुन् प्रत्ययः वलादिप्रत्ययः, अतः इदागम अनुकूलप्रत्ययः. ततः सर्वे धातु निश्चितजन्तरूपस्थाने इदागम भवति. तदनन्तरं गुणं भूत्वा यचो यावायावः इति सूत्रेण अय अराव आय अव अव आव रूपम् अपि भवति. तथा पठामि भगिनि. तद्यथ चूर्युगनिच् चोरि इति अनेकाच् इकारधातुः अनेकाच् अतः सेट् चोरि युग इतव्य चोरि इगन्तः अतः सर्वधातुकाधुधातुकयोः सूत्रेण कार्यक्षेत्रे चोरे इतव्य धातु सेत् इतव्य च बलादिः इत्यतः इदागमः भवति एव इति कृत्वा गुणकार्यम् अनन्तरं एचः स्थाने अयादेशः च परे एचो यावय इत्येतेन एतव्य चोरि चोर एतव्य चुरुगणात् चुरादिगणे चुरुधातु चुरुयोगनि गुण भवति चोर् चोर् युग इ चोरि इ चोरि युग इ तव्य तव्य बलादिप्रत्ययः अस्ति, ततः इडागमः भवति. अङ्गम् अङ्गकार्यं प्रथमं सार्वधातुक आर्धधातुकयोगे इकारस्थाने एकारः गुणं भूत्वा चोरे युग एतव्य चोरे युग एतव्य चोर् ऐ एतव्यः चोरे ऐ ऐ अपि आगच्छति चोर चोर एतव्य चोरित इति चोरयितव्य चोरयितव्यं चोरयितव्या तदा एव तुमुन् चोर्तुं चोरितृभगिनि चोरि रूपं किं भगिनि चोरयितृ चोरयितृ एव चोरयितृ चोरयिता चोरयितृ चोरयित्री इति रूप तथा च स सर्वेभ्यः धातुभ्यः भव्यत्वं सृष्टा इति भवति किं भगिनि रूपं चोरयिता भवेत् न तु चोरयिता चोरयिता भगिनि अत्र तावदेव पठितवन्तः वा नूतनांशः आं भगिनि ओ ओ अस्तु तदन्तदातु न कृतवन्तः तर्हि किं कुर्मः आरम्भतः पठामः वा नो चेत् आवलिं पठामः वा भगिनि इच्छा भगिनि प्रथमं हकारान्तदातवः पुनः कुर्मः वयम् एकवारं कृतवन्तः भगिनि गते सप्ताहे एकवारम् आरम्भतः वयं कृतवन्तः वयम् आवलिं कुर्मः आवलिं कृत्वा पुनः आगच्छामः तर्हि समयः भगिनि यदा आवलिं वयम् आवलीकुर्मः तदा सूत्रमपि वदामः केन सूत्रेण इति रूपं भवति इति प्रयतामः इति अभ्यासः सम्यक् भवेत् आम् यदि अहं न जानामि चेत् भवती अस्मान् भवति अहं न जानामि प्रयतामः पश्यामः तर्हि कुर्मः वा अत्र आरम्भं करोति वा भगिनी एव मम तु पठनम् आवश्यकम् अस्तु प्रथमम् अजन्तधातव साधु अस्तु अजन्तधातव अधिकेन अन्यतः सन्ति तेषां द्वादश सेटः तेषाम् आवलिं वयं पश्यामः तदनन्तरं दीर्घ उकारान्त दीर्घ ऋकारान्त ते सर्वे सेटः तेषां प्रतिनिधिरूपेण भू वात्रि इति आगच्छति सो आवली अस्ति इकारान्तधातव श्री श्रयिता श्रयितव्यं श्रयिता श्रवित्र श्रयितुं श्री श्रयिता श्रवितुं श्रवितुं सूत्रम् आगच्छति अत्र प्रथमं इदागमः वयं जानीमः आर्धधातुकबलादि अनेन इदागमः आगच्छति सेट् इति अस्ति प्रथमं गुणं भवति गुणकार्यं यथा कथं यथा अनुगुणं साधु तत्र श्री इति पुगन्तलघुपतिचरणे श्री भवति श्रेय इति भूत्वा तदनन्तरं श्रेय भवति श्री श्रेय भवति एचोवयावयनेन श्रय अथ श्रयिता इति रूपं भवति श्रयिता श्रयितुं भगिनि आं श्रीधातु इकारान्तनातु चतुस्थ सार्वधातुक आदधातु केवलं वा गुणं भवति आं स्वामी क्षम्यतां सार्वधातुक आदधातु गुणं भवति क्षम्यतां तथैव श्री अपि समानकार्यं सार्वधातुक आदधातकयो एचोवयाव अनेन तदनन्तरमस्ति ढीङ् शीङ् ङकार उपदेश अवस्थायां तेषां संज्ञा तस्य लोपः भवति तु ढी शी दीर्घ इकारान्तधातव पुनः सर्वात् सार्वधातुक आर्धधातुकयो अनेन अपि एचोवयावनेन समानकार्यं दयिता दयितव्यं दवि दयितुं शी शीङ् इति शयिता शयितुं शयितव्यं भगिनी अर्थम् अहं सर्वेषां न जानामि शयिता इति अहं जानामि इति शयनं करणम् इति स्लीप् डी दयिता टु फ्लाय् इट् इस् श्री श्री जो प्रथमम् अस्ति तस् तेषाम् अर्थम् अहं न जानामि इदानीं श्री इति सेवायाम् इति अनन्तरं श्री इति गतिवृद्ध्योः इति अस्तु श्रीङ्ग स्वप्नेन न न श्री इति आश्रय श्री इति भवति सेवायां श्रीङ्ग सेवायां कः गणः अस्ति इति अपि श्री इति अहं चिन्तयामि द्वादिगणः अस्ति द्वादिगणे इति मन्ये द्वादिगणे श्रूयते श्रूयते तदनन्तरम् उकारान्त धातव यूरु नु स्नु शूष्णु यू तदा तत्रापि समान सूत्राणि आगच्छन्ति सार्वधातुक आर्धधातुकयो अपि इचो वयावय अत्र अव आदेशः भवति कारण इति उ अस्ति अत्र सो यू यविता यवितुं यवितव्यं रु रविता रवितव्यं रवितुं यूरु नु नविता नवितव्यं नवितुं रु नु स्नु नु नविता नवितव्यं नवितुं स्नु स्नविता स्नवितव्यं स्नवितुं संस्नवितव्यं तदनन्तरं शु शविता शवितव्यं शवितुं शु श्रविता श्रवितव्यं श्रवितुम् इति रूपाणि भवन्ति यत् स्नु स्नु अस्तु तत्र मूले शकार अस्ति तत्र धातो आदेश स अनेन शकारस्य सकार भवति तत्र दीर्घ उकारान्त धातव भू भवति भविता भवितव्यं भवितुं तत्र समान कार्यं भवति आर्धधातुक सार्वधातुक आर्धधातुक अनेन भो तदनन्तरम् अया अव आदेश एचो वयावनेन सो भविता स्त्री यत्र स्त्री तदनन्तरं ह्रस्व विकारान्तधातक व्रिङ् व्रिङ् नकारस्य संज्ञा भवति सो इति तत्र गुण भूत्वा वर् भवति तदनन्तरं केवलं वर्णमेलनं भवति सो वरिता वरितव्यं वरितव्यं वरिता वरितुं वरितव्यम् इति द्वयोः रूपसमानः आगच्छति त्री अस्ति दीर्घत्री तत्र तरिता तरितव्यं तरितव्यं क्षम्यताम् अत्र वर्गे स्मर्तव्यं रूपाणि द्वयं भवति वाव् वारितो वारितो अनेन रूपं द्वयं भवति एक दीर्घ भवति एक ह्रस्व सो वरिता वरिता वर्तुं वरितुं वरितृ वरितृ इति सो इति वरितव्यं वरितव्यम् इति रूपाणि भवन्ति यत् तत्त्वी अस्ति तत् तरिता तरिता तरितुं तरितुं तरितव्यं तरितव्यम् इति रूपाणि भवन्ति सर्वे आकारान्त धातव अन्यतः सर्वे एकारान्त एजन्त धातव अपि अन्यतः कारणकी ते तेषां रूपम् आकारात् भवति तदन आदेश उपदेशे आदेश अनेन आकारान्त भवति इति अस्ति अजन्तधातुम् आवली तर्हि केन सूत्रेण दीर्घः भवति भगिनि अहं चिन्तयामि वा ऋतो वा इति वृतो वा इति ऋतो ऋतो वा तर्हि अग्रे कः करिष्यति अजन्तदातूनामेव पुनः कुर्मः खलु चिन्ता अजन्तदातूनमेव कुर्मः नो चेत् हलन्तदातूनं गच्छामः वा कथं हलन्तदातुं गच्छामः अस्तु कथा कुर्मः तर्हि कस्य क्रमः अस्ति वदतु तकारान्त चकारान्त हलन्तधातुः आदिकेन सेट् सेटः भवति सेटः भवति परन्तु वन् आर् टु दातव एव अनीत पश्यामः अत्र ककारान्तदातवः एकः एव अनिक् चक् चक्ता सर्तुं सर्तव्यम् इति रूपं भवति. अनन्तरं सकारान्तधातोः षड् धातवः सन्ति अनिक् एकाच किं सूत्रमपि वदतु, कः सूत्रं कार्यं किं सूत्रम्? मेल चक्ता चक्तुम् अत्र मेलनमेव, परन्तु पच् चकारान्तधातः षड् पच् वच् रिच् निच् स्विच् मुच् इति अत्र गुणकार्यं भवति. भवन्तः पक्षिवच् अस्य अदुबुधा अस्ति अत्र चोः कु इति सूत्रेण ककार आदेश अनन्तरं मेलनं पक्ता वक्ता रिक्ता वेक्ता शेक्ता मोक्ता इति रूपाणि भवन्ति. वक्तव्यं पक्ता, पक्तं वक्तव्यं, शक्ता वक्ता, वक्तुं वक्तव्यं, शेक्ता शेक्तुं शक्यं, रेक्ता रेक्तुं, वेक्ता वेक्तुं वक्तव्यं, मोक्ता मोक्तुं वक्तव्यम् इति. तदेव महोदय. धन्यवादः. तर्हि चकारान्त जकारान्तनाम् अहं वदामि. चकारान्तः तु एकः एव धातुः वर्तते, पृच्छति जिप्सायाम् इति पृच्छति इति भवति. तत्र तु पृच्छ इत्यस्य किं भवति तत्र तत्र किं भवति तुक्सहितचकारः वर्तते इति कृत्वा तस्य किं भवति तत्र तु प्रष्टा प्रष्टुं प्रष्टव्यम् इति भवति. केन सूत्रेण तुक्सहितचकारस्य अनुनासिके च इति सूत्रेण तत्र तुक्सहितचकारस्य प्रथमं तु शकारादेशः भवति खलु, तदनन्तरं शकारस्य तु व्रश व्रश इति सूत्रेण सर्वेषां शकारान्तानां तु मूर्धन्यशकारः भवति. तेन कारेण तत्र शकारः भूत्वा तदनन्तरं ष्टुत्वसन्धिं भूत्वा तकारस्य टकारः जायते. तदनन्तरं जकारान्तदातवः किम् अस्ति त्यज् भज् त्यज् भज् यज् इति त्यज् इति हानौ इति भज् इति सेवा त्यजति इति भूवादिगणी अस्ति. त्यज् भज् इति सेवायाम् इति भजति इति भजते इति. तदनन्तरं यज् इति देवसङ्गतिदानकरणेषु इति मन्ये सङ्गतिकरणदानेषु इति तत्र तु यजति इति. तत्र किं भवति तत्र तु त्यज् त्यक्ता त्यक्तुं त्यक्तव्यं, भज् भक्ता भक्तुं भक्तव्यं, यज् इति यज् इत्यस्य विशिष्टकार्यं वर्तते. तत्र तु यष्टा यष्टुं यष्टव्यम् इति व्रश्य व्रश्य सृज मृज राज राज शशां तत्र तु व्रश्य व्रश्य ब्रश्य सृज मृज यज यज राज राजशशं यज इति आगच्छति इति कृत्वा तत्र जकारस्य स्थाने शकारादेशः मूर्धनशकारः आदेशः भवति. तदनन्तरं तत्र ष्टुनाष्टुः इत्यनेन तकारस्य स्थाने तकारः भवति. तदनन्तरं त्यज् भज् त्यज् भज् तत्र सूत्राणि तत्र केवलं तत्र तु भगिनि क्षम्यतां तत्र तु त्यज् योगः ता इति अस्ति. तत्र तु केवलं खरीच इत्यनेन जकारस्य ककारादेशः भवति. चोः कुः इति भवति ककारः भवति. तदनन्तरं खरीच इति ककारः भवति. अनन्तरं निज् विज् इति इदुपददातवः सन्ति. तत्र तु निज् इति शौचपोष्ण्यः इति नेनेक्ति नेनिक्ते इति, विज् इति वेवेक्ति वेविक्ते इति पृथक् भावे इति. तत्र तु पुगन्तलघुपदस्य च इत्यनेन प्रथमं नेज् इति भवति. तदनन्तरं सामान्यकार्यं तत्र किम् अस्ति चोः कुः खरीच इत्यनेन नेक्ता नेक्तुं नेक्तव्यं, वेक्ता वेक्तुं वेक्तव्यम् इति. तदनन्तरम् उदुपददातवः भुज् युज् रुज् इति तत्र भुज् इति पालन अभ्याहारयोः इति, अनन्तरं कौटिल्ये अपि भुजति इति कौटिल्ये, अनन्तरं भुनक्ति भुङ्क्ते इति भोजनार्थे पालन अभ्यवहारयोः इति. तत्र किं तदनन्तरं युज् इत्यस्य समाधौ युज्यते योगे इति युनक्ति युक्ते इति भवति. तत्र किं भवति पुनः उदुपदः अस्ति इति कृत्वा पुगन्तलघुपदस्य चैतन्येन भोज् इति भवति. तदनन्तरं चोहोकुः खरीचैतन्येन भोक्ता भोक्तुं भोक्तव्यं. भुज् युज् इत्यस्य योक्ता योक्तुं योक्तव्यम् इति. रुज् इत्यस्य भङ्गे इति अस्ति, तत्र तु तत्र रुजति इति रोक्ता रोक्तुं रोक्तव्यम् इति. तदनन्तरं ऋदुपदधातुः तु सृज् इति वर्तते. सृज् इत्यस्य तु विसर्गे इति सृजति सृजते इति. तत्र तु किं भवति, वृष वृष इति सूत्रेण जकारस्य स्थाने शकारादेशः, मूर्धन्यशकारादेशः. तदनन्तरं ब्रश ब्रश सृज मृज यज राज ब्राज शशांशः इति सूत्रं. तत्र सृज इत्यस्य शकारस्य शकारः भवति. तदनन्तरं शृणाष्टुः इत्यनेन. भगिनि भगिनि, तस्य पूर्वं सृजि रशो झलि अङ्किति अति सूत्र नित्यम् अमादेश भवति. आमामामाम् क्षम्यता. सृजि दृशो जलि अम् अकिति इत्यनेन नित्यम् अमाग भूत्वा सृज् भवति. विज् इति भूत्वा ऋकार अकारयोः रेपः भवति. रेपो सृज् इति भवति. तत्र अनन्तरं वृषभृष इति कार्यं कृत्वा स्रष्टा स्रष्टं स्रष्टव्यं. प्रथमं रूपं वक्तव्यम् आसीत्, तर्हि दोषः न भवति. नमस्मरामः. भञ्ज सञ्ज रञ्ज इति रञ्ज सञ्ज स्वञ्ज इति तत्र यत्र उपदायां ञकारः वर्तते तत्र तत्र तु भञ्ज इति आमर्दने, रञ्ज इति रागे, सञ्ज इति सङ्गे, स्वञ्ज इति परिष्वङ्गे इति. तत्र किं भवति, भञ्ज इति भनक्ति, रञ्ज् इति रजति इत्येव भवति इति मन्ये. अनन्तरं सञ्ज् इत्यस्य सजति, स्वञ्ज् इत्यस्य स्वजते इति रूपाणि. तत्र अत्र किं भवति, बङ्क्ता बङ्क्तुं बङ्क्तव्यं, रङ्क्ता रङ्क्तुं रङ्क्तव्यं, सङ्क्ता सङ्क्तुं सङ्क्तव्यं, स्वङ्क्ता स्वङ्क्तुं स्वङ्क्तव्यं. तत्र केवलं चहुकुः खरीच इत्यनेन जकारस्य स्थाने कवर्गादेशः, अनन्तरं प्रथमवर्णस्य आदेशः भवति. अपि अनुस्वारस्य यै परसवर्णस्य जलि अनुस्वारस्य यै पवर्णकार अस्ति न तत्र कुत्र सोपाने कुत्र भवति. प्रथमं तु नशापदान्तस्य जलि भवति खलु. तदनन्तरं कारणकि स्थानं भिन्नम् अस्ति, कुत्रापि करणीयं, नकार पुनः आगच्छति. कुत्रचिदपि कर्तुं शक्नुमः खलु, तर्हि सोपानस्य तत्र क्रमस्य आवश्यकता नास्ति. अस्तु, तदनन्तरं ङकार एव भवेत् तत्र, ककार भूत्वा तदनन्तरं ङकार करणीयं. साधु, अस्तु भगिनि, अनुस्वारं कर्तुं शक्नुमः. तर्हि चोहोकुः भूत्वा तदनन्तरं नशापदान्तस्य जलि, तदनन्तरं किं भवति, तदा जलि भूत्वा तदनन्तरं अनुस्वारादेशे कृत्वा तदनन्तरं खरीच कर्तुं शक्नुमः. अस्तु भगिनि, तदनन्तरं किम् आसीत् मम शंसा, अनन्तरं सकारः उपादायं यत्र वर्तते इति मस्जिद् भज्यति. तत्र मस्जिद् इत्यस्य तु किं भवति, भज्यति तत्र सकारस्य लोपः भवति खलु. तर्हि मङ्सा मङ्क्तुं मङ्क्तव्यम् इति, तत्र सकारस्य स्थाने नकारादेशः भवति इति मन्ये खलु. किं सोपानं, किं मस्ति नशो झलि इति अनेन नुमागम भवति. नुमागम भूत्वा प्रथमं संयोगान्तस्य अनेन सकारस्य लोप भवति. साधु, स्कोः संयोगाद्योरन्तं सकारस्य लोप भवति, मज् भवति. तदनन्तरं इति नशापदन्तस्य जलि, अनन्तरम् अनुस्वारस्य ई पर्सवर्णः, तदनन्तरं खरीच इति. तथैव भज् इत्यस्य तत्र किं भवति, भज् इत्यस्य तु भिन्नसूत्रम् अन्यसूत्रमस्ति, अधोभागे दत्तमस्ति. अमागमः भूत्वा, अमागमः कुत्र आयाति इत्युक्ते अन्तिम अकारस्य अनन्तरं भवति. तर्हि भ आ अनन्तरं इम् इर् इस् इज् इति भवति. अमागमः भवति. तत्र तु किं भवति इभ् भम् रेफसकारस्य लोपः भवति साधु अनेन सूत्रेण भ्रस्य रूपदयोरम् अन्यतासां तत्र स्थाने आगच्छति रम् आदेश. ओ तत्र रेफसकारयोः स्थाने अम् आदेशः भवति. आमाम् अस्तु तत्र कारणकी रम् इति मित् अस्ति तु मिदिचो अन्त्यान्त परतु भ तस्य अनन्तरम् आगच्छति तु रेफ इम् इज् इति भवति वा भञ्ज् इति भवति तत्र भञ्ज् नास्ति भर्ज् इति मकारस्य लोपः भवति भगिनि मकारस्य लोपः भवति नुम् नास्ति अम् रम् अस्ति रम् रम् आगमः आमां तर्हि रम् आगमः तु मिदच्छन्त्यात् परः इति न अन्तिम अचुवर्णात् परः अकारात् परः आयाति. आम् तत्र किं भवति रूपदयोः रम् अन्यतरस्यामि तत्र भ्र भवति सो भ्र सकारस्य वयं लोपः कृतवन्तः पूर्वं सो भ्र भूत्वा नो सकारस्य लोपः न भवति अत्र सकार रेफ सकारस्थानयो रम् आदेश भवति साधु सो रम् यत्र भवति तत्र भ्र भवता भ्रज् इति भवति भ्रज् भूत्वा एकपक्षे तदनन्तरं वष्टभषराजराज अनेन शकार भवति मूर्धन्यशकार तदनन्तरं स्नास्तुः अनेन भ्रष्टा इति आप्नुमः अन्यपक्षे यत्र रमागे आदेशः न भवति तत्र प्रथमं सकारस्य लोपः भवति स्को संयोगान्तस्य अनेन सकारस्य लोपः भूत्वा भ्रज् इति भवति तद् भर्ज् इति भवति अनेन सूत्रेण गुणभूत भ्रज् साधु भ्रष्टा इति भवति साधु. आं भगिनि संयोगाद्योरन्ते चेत् यत्र भवति रम् आगमः यत्र भवति तत्र तु भ्रष्टा इति भवति भ्रष्टा भ्रष्टुं द्रष्टव्यं किन्तु यत्र रम् आगमः भवति तत्र तु तत्र कार्यं नास्ति भर्ज् इति भूत्वा तत्र किं भवति आम् आं भ्रष्टभ्रष्ट एव कार्यं तत्र तु भ्रष्टा भ्रष्टुं द्रष्टव्यम् इति. अस्तु अन्य तत् कथं गुणं भवति एकत्र तु किमपि कार्यं नास्ति केवलं सकारस्य लोपः तदा तु भ्र इति यथा तिष्ठति अन्यत्र तु रेपः आयाति खलु भर्ज् इति भवति कस्य क्रमः अधुना पुनः अरुणा भगिन्याः क्रमः दकारान्तानां दकारान्तदातवः अद् पद् षड् सद् हद् सर्वे खडिच इति सूत्रेण भगिनि दकारस्थाने दकार भवति अत्र पदाम् एकवर्णः नास्ति अत्तुम् अत्तव्यं फद् पत्ता पत्तुं पत्तव्यं षद् षत्ता सत्त्वं षत्तव्यं षद् सत्ता सत्त्वं सत्तव्य षद् हत्ता हत्तुं हतुं हत्तुं हत्तव्यं छिद् छिद् भिद् विद् विद् स्विद् अत्र उपधायां निक्वर्णः अस्ति गुणः भवति खिद् खेद् खेद् योहातव्य खटित इति न खेत्ता खेतुं खेतव्यं छिदपि चेत्ता चेत्तुं चेतव्य विद् भेत्ता वेत्तुं वेत्तव्य विद् वेत्ता वेत्तुं वेतव्य विद् द्वयम् अस्ति विद् वेत्ता वेत्तुं वेतव्य स्विद् स्वेता स्वेतुं स्वेतव्य उकारं दुपदातवः क्षुद् थुद् नुद् स्कन्द् क्षुद् अत्र उकार अस्ति क्षोत्थ चोत्तुं चोतव्य थुद् थोत्थ तोत्तुं तोतव्य नुद् नोता नोतुं नोतव्य स्कन्ता स्कन्तुं स्कन्तव्या अस्तु इदानीं मम क्रमसाद् भगिनी अहम् अर्थं दृष्ट्वा वदामि आमाम् अहमपि किञ्चित् दृष्ट्वा एव वदामि अहं न स्मरामि भगिनि केवलम् अभ्यासः इति कृत्वा दृष्ट्वा अस्तु व्यध् धकारान्तधातु व्यध् रूपं व्यध् ताडने इति द्वादीयगणे धातु विद्यति अस्ति सो व्यध् योगता तत्र धकार झषि अस्ति सो झषस्ततोधनेन तकारे धकार भवति तदनन्तरं झलाञ्चषि अनेन दकार भवति सो व्यद्धा इति रूपं भवति सर्वे एते रूपाणि एते सर्वेषाम् एतत् प्रक्रिया भवति किन्तु गुण यदि भवति तत्र यदि इकार अस्ति वा औकार अस्ति उपधायां तत्र पुगन्तलघुपचस्य अपि कार्यं भवति सो सिद्ध इति सेधा सेधुं सेधव्यं सिद्ध इति अर्थमस्ति सिद्धौ संसिद्धौ सिद्ध्यति इति द्वादिगण्यधातु क्रुद्ध क्रोधे द्वादिगण्यधातु क्रोध्यति क्रोधा क्रोधुं क्रोधव्यम् अत्र पुगन्तलघुपचस्य झषस्ततोध जलाञ्चषि इति रूपाणि भवन्ति शुद्ध इति अर्थमस्ति बुभुक्षायां द्वादिगण्यधातु शुद्ध्यति पि समानप्रक्रिया शोधा शोधुं शोधव्यं बुद्ध इति द्वादिगण्यधातु बुद्ध अपि द्वादिगण्यधातुः अस्ति द्वादिगण्यधातु बुध्यते इति भवति किन्तु अत्र कारणं कि द्वादिगण्य बुध्यते भवति कारणं कि तत्र श्यन् प्रत्ययः अस्ति तत्र गुणः न भवति अत्र तव्यत् तव्यत् तुमिति आर्धधातुकप्रत्ययः अनेन गुणः भवति सो बोधा बोधुं बोधव्यम् इति भवति युद्ध अपि द्वादिगण्यधातुः अस्ति युद्ध युध्यते योधा योधुं योधव्यं रुद्ध इति आवर्णे रुदादिगण्यधातु ऋणन्धि इति भवति ऋणन्धि इत्युक्ते किं भगिनि आवर्णे ऋणन्धि क्षम्यताम् ऋणन्धि इति वा ऋणन्धि न लिखितम् अस्ति यदि भवत्या यत् अस्ति आवरणे इति टु एन्क्लोस्ड् अब्स्क्योर् इति उक्तमस्ति रुद्ध धातुद्वयं पश्यामि एतत्तु उभयमपि तर्हि द्विवादिगणे अपि वद् अस्ति इति द्विवादिगणे अनुरुध्यते ऋणन्ति इति अस्ति रुदादिगणे धातु सप्तमं गण अस्तु तदनन्तरं शुद्ध इति अपि द्वादि आधिक्येन द्वादिगण्यधातवः सन्ति शोधा शोधुं शोधव्यं राध इति अपि द्वादिगण्यधातु राध्यति वृद्धौ इति भवति तत्र राधा राधुं राधव्यं साध इति अस्ति साधनोति स्वादिगण्यधातुः अस्ति साध अर्थमस्ति संसिद्धौ साधा साधुं साधव्यं बन्ध बन्धा बन्धुं बन्धव्यं तत्र बन्धनकर्य क्रियादिगण्यधातु अस्ति बन्धनाति इति बध्नाति खलु बध्नाति बध्नाति अस्तु कि मन् मन् मन्ता तत्र केवलं वर्णमेलनमस्ति मन् मन्ता मन्यते इति द्वादिगण्यधातुः अस्ति हन् हन्ता इति हिंसायाम् अदादिगण्यधातुः अस्ति हन् हन्ति हन्ता हन्तुं हन्तव्यं मन् मन्ता मन्तुं मन्तव्यं मणिमहोदय भवतः क्रमः खलु पकारान्त अपकारान्तदातवः तप् अप् सप् चिप् तिप् लिप् चिप् लुप् त्रुप् दृप् सृप् आप् इति दातवः अत्र मेलनमेव तप्ता तप्तुं तप्तव्यं वक्ता वक्तुं वक्तव्यं सप्ता सप्तुं सप्तव्यं स्वप्तासर्तुं सत्तव्यं चेत् इति वक्तव्यं महोदय, महत्त्वं ददाति खरिच इति वक्तव्यं तत्र. पचन्यवत् इति वक्तव्यम् अत्र. परिचयकार्यं करोति परन्तु पर्यन्यवत् रूपं भवति इति. अनन्तरं स्वप् अपि स्वप्त, अनन्तरं चेप् चिप् लिप् अत्र पुहनलभोदेश इति कारणेन सूत्रेण गुणः भवति चेप्ता इति, तदैव परिचय इति अत्र अपि चेप्ता चेप्तुं चेप्तव्यं, तेप्ता तेप्तुं तेप्तव्यं, लेप्ता लेप्तुं लेप्तव्यम्, अनन्तरं चिप् लुप् अत्रापि चोक्ता चोक्तुं चोक्तव्यं, लुप् लोप्ता लोप्तुं लोप्तव्यं, तृप् चुप् चिप् तिप् चिप् लुप् अनन्तरं तृप् तृप् सिरुप् अत्र तृप् धातुः द्वौ रूपं भवति तृप्ता तप्ता इति. अत्र ऋतु अनुदात ऋतुपदस्य अन्यतरशान् सूत्रं कार्यं कृत्वा अत्र अमाहमः भवति इको एनाचित् रेप भवति त्रप्ता इति रूपं भवति अहं चिन्तयामि. अनन्तरम् एकं कार्यं गुणकार्यं भवति अत्र तर्प् इति करिचयन त्रप्ता इति, एकरूपं त्रप्ता अन्यरूपं तर्प्ता इति. सम्यक् वा? आं महोदय. तदेव दृप् धातु अपि दर्प्ता द्रप्ता इति, सृप् सृप् अपि तदेव सेम् सूत्रं स्रप्त सप्त इति, आप् आप्त. सो अत्र विशेष केवलम् अनुदात्तस्य ऋतुपद इति सूत्रमस्ति च ऋतुपदस्य अन्यतरसा एतस्मिन् इदानीं नास्ति, परन्तु ऋतुपदस्य अन्यतरसमतेन अमागमः अस्ति, विकल्पेन अस्ति. वकर्णदाः त्रीणि यब्दा लब्धा यब्दा लब्धा रब्धा इति. सूत्राणि सूत्राणि अत्र जसस्तुतो दोदः इत्यनेन दकार आदेश ककारस्य, अनन्तरं जलाञ्जसि इत्यनेन बकारस्य तृतीयबकारः अग्रप्राणबकार भूत्वा यब्दा, तदेव त्रीणि स्थले अपि लब्धा लब्धा इति. अग्रिमपि करो गम् मकारान्त गम् गम् नम् यम् रम् अत्र मेलनेम गन्ता गन्तुं गन्तव्यं गम् मोणस्वारः किं सूत्रेण नकार आदेश अनुसारः भवति, अनन्तरम् अनुसारसहि प्रसारेण गन्ता इति रूपं भवति. नष्टापदान्तस्य जलि अनेन नचम्पदस्य जलि इति अनुसारः भवति, अनन्तरम् अनुसारसमीचीन नकारादेशः रूपं भवति गन्ता इति. गन्ता गन्तुं गन्तव्यं, तदेव नम् धातु अपि रम् धातु अपि गन्ता गन्तुं गन्तारन्तुं क्षमतां, नन्ता नन्तु मन्तव्यं, यं यन्ता यन्तु मन्तव्यम् इति. धन्यवादः. किम् आमां दिश ऋष लिश विश इति इरुपददातवः. दिश् इति अतिसर्जने उदाहरणार्थं, दिश् इति हिंसायां, लिश् इति गतौ अल्पीभावे इति, विश् इति प्रवेशने इति. तत्र सर्वत्र तु अत्र शकारान्तदातान् धातूनां ब्रश ब्रश सृज मृज यज राज ब्राज शशां शः इति सूत्रेण शकारस्य स्थाने मूर्धनिषकारः, तदनन्तरं ष्टुनाष्टुः इत्यनेन तकारस्य तकारः जायते. तदनन्तरम् अत्र इदुपदः पदाः सन्ति, तत्र तु तत्र गुणकार्यं भवति पुगन्तलघुपदस्य चैतन्येन, तर्हि देश् इति भूत्वा देष्टादेष्टं देष्टव्यं, रेष्टारेष्टं रेष्टव्यं, लेष्टालेष्टं लेष्टव्यं, देष्टावेष्टं वेष्टव्यम् इति. तदनन्तरम् उदुपदधातवः ऋष्य कृष्य इति, ऋष्य इति पुनः हिंसायाम् इति, कृष्य इति आह्वाने रोदने इति, रोष्टारोष्टुं रोष्टव्यं, क्रोष्टाक्रोष्टुं क्रोष्टव्यम्, अत्रापि गुणकार्यं भवति पुनः पुगन्तलघुपदस्य च इति सूत्रेण. तन्तं दृश्य इति प्रेक्षणे तत्र किं भवति, सृजि दृशोर्जलीयम् अकिति इति सूत्रेण तत्र किं भवति, तत्र अम् आगमः भवति, तत्र रे ऋकार अकारयोः स्थाने रेपः जायते, गुणकार्यं भवति, तदा तु द्रश् भूत्वा द्रष्टा द्रष्टुं द्रष्टव्यम् इति. मृष् इति तत्र आमर्षणे इति, तत्र किं भवति, अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन भवति, अत्र नित्यं नास्ति विकल्पेन. तर्हि यत्र अमागमः नास्ति तत्र तु गुणकार्यं भवति मृष् इत्यस्य मर्ष् इति भवति, पुगन्तलघुपदस्य चैतन्येन मर्ष्टामर्ष्टु मर्ष्टव्यम् इति. यत्र अमागमः भवति तत्र तु मृष् इति भवति, ऋकार अकारयोः स्थाने अमागमः भूत्वा अकारः भूत्वा तत्र तु रेपः आयाति, मृष्टा मृष्टुं मृष्टव्यम् इति. तदनन्तरं स्पृष्ट् इत्यस्य अपि तत्र अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रेण ऋदुपदः अस्ति इति कृत्वा एवं कार्यं खलु, अनुदात ऋदुपदः अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः प्राप्तिः. स्पर्शने इति तत्र तु स्पृष्टा, तत्र यत्र गुणकार्यं भवति तत्र तु स्पर्श्ट् इति भवति, स्पर्श् इति भवति, तत्र तु स्पर्ष्टा स्पर्ष्टुं स्पर्ष्टव्यम् इति. अनन्तरं यत्र अमागमः भवति तत्र तु ऋकारकारयोः स्थाने रेपः जायते, रेफकारः जायते, स्प्रष्टा स्प्रष्टुं स्प्रष्टव्यम् इति भवति. अनन्तरं तत्र मकारः उपादायम् अनुस्वारः उपादायम् अत्र वर्तते, तत्र तु दंश् इति वर्तते. दशने इति तत्र तु केवलं किमपि कार्यं नास्ति, पुनः नशापदान्तस्य जली तत्र अनुस्वरः एव अस्ति खलु, तस्य कार्यमपि नास्ति, तर्हि दंष्टा दंष्टुं दंष्टव्यम् इति रूपं, यै परसवर्णः अपि नास्ति, शकारः परे अस्ति इति अपि. एकबिन्दु स्मर्तव्यं यत् सृज् द्रशो झली रमण्यतरसां, तत्र एकमेव रूप अस्ति, नित्यम् आदेशः अस्ति तत्र. सृज् दृश्य उभयोः धातुः जलि प्रत्यये परे अमागमः भवति, नित्यम् अस्ति तत्र अमागमः. सर्दुपदस्य अन्यतरस्याम् इत्यनेन मृष् स्पृश् अनन्तरं तृप् दृप् सृप् इति सामान्य अन्येषां सर्वेषामपि ऋदुपदधातूनाम् अनुदातस्य चर्दुपदस्य इति कार्यं भवति खलु. तत्र यत्र सृज दृश्य इति यत्र वर्तते तत्र तु अन्य ऋदुपदः नास्ति खलु, तत्र ज्ञातुं शक्नुमः वयम्. नित्यं ऋदुपदः अस्ति चेत् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रेण अमागमः विकल्पेन भवति, विकल्पेन रूपं जयं भवति इति श्रमतव्यं स्मर्तव्यं. सारि अस्तु, सामान्यकार्यं तदेव अस्ति, अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति विकल्पेन ऋदुपदधातुः अस्ति चेत् भवति, सृज दृश्य अनयोः नित्यम् अमागमः भवति इति. आम् अस्तु, अरुणा भगिनी भवति. शतान्तदातवः दातवः द्विष् द्विष् पिष् पिष् ऋष् पिष् स्लिष्. अत्र केवलं सर्वं पुरन्तलघुपदस्य सूत्रेण गुण भवति, द्वे द्वेष् युवता ऋणासुः इति सूत्रेण तकारस्थाने टकारः आगच्छति, द्वेष्टा भवति, द्वेष्टु द्वेष्टुं द्वेष्टव्यं द्वेष्टा इति एव, द्वेष्टा द्वेष्टुं द्वेष्टव्यं, पिष्पेष्टा पेष्टुं पेष्टव्यं, विष्वेष्टा वेष्टुं वेष्टव्यं, शिष्टेष्टा श्रेष्टुं श्रेष्टव्यं, शिष् श्लेष्टा श्रेष्टुं श्रेष्टव्यम्. उपधातवः तुष् तुष् पुष् तुष् कुष् तत् तुष् उपष्टा तोष्टुं तोष्टव्यः, दुष् दोष्टा दोष्टुं दोष्टव्यं, पुष्पोष्टा पोष्टुं पोष्टव्यं, शुष् श्रोष्ठ श्रोष्ठं स्रष्टव्यं कृष् रूपद्वयमस्ति केन सूत्रेण अम्माकम भवति भगिनि तदेव कष्टा कष्टं कष्टव्यं कष्टा कष्टं कष्टव्यम् अनुदात्तस्य चरितुपदस्य अन्यतरसामानेन रूपं द्वयम् अमागम एकपक्षे अन्यपक्षे गुण पुगन्तलघुपदस्य अनेन वस् घस् अत्र केवलं वर्णमेलनेव वस्ता कष्ट वस्ता वस्तुं वस्तव्यं गस्ता गस्तुं गस्तव्यम् ओके इदानीं मम क्रमः हकारान्तदातव अष्टदातव सन्ति दकारादौ अस्ति असि जह इति भस्मीकरण भ्वादिगणीय धातु दहति दग्धा दग्धुं दग्धव्यम् अहम् आवली उक्त्वा अनन्तरं सूत्राणि वदामि देह इति देग्धा देह इति उपचये देग्धि इति रूपम् अस्ति देग्धा देग्धुं देग्धव्यं दह देह मिह मेधा मेधुं मेधव्यं मिह सेचने भ्वादिगण्यधातु मेहति इति अस्ति लिह लेधा लेढुं लेधव्यम् इति लेधा इत्युक्ते किम् अस्ति मेह दुह लेढा लेधि अत्र लिह् आस्वादने इति अर्थम् अस्ति दुः दोग्धा दोग्धुं दोग्धव्यं दुः दोहति दोग्धि इति अस्ति दोग्धि दुग्धे इति दृः प्रपूर्णे रुः रोढा रोढुं रोढव्यम् इत्र अस्ति रोहति भ्वादिगण्यधातु इति बीजजन्मनि प्रादुर्भावे अस्ति अर्थं वः वोढा वोढुं वोढव्यं वः वहति इति वः प्रापणे द्वादिगण्यधातु अस्ति वहति ते इति वहति इति किं गण अस्ति चिन्तयामि भुवादि भवति तादृ भवति भुवादि भवति दोषाय लिखितवती खलु कारणं किं भुवादिगणे द्वादिगणे यकार आगच्छति द्वादिगणे अस्ति नः नहति इति द्वादिगणे अस्ति नयति नद्धा नद्धुं नद्धव्यं सो इदानीम् अहं अस्माकं क्रमणे चिन्तनं भवति प्रथमं ये सामान्य हकारान्त धातवति यथा मिह् लिह् रुः तत्ते सामान्य हकारान्त धातव यत्र गुण यथा अनुगुणं भवति पुगन्तलघुपदस्य अनेन तदनन्तरं यत् हकार अस्ति सकार अस्ति तव्य तुमन् तृच् इति झलि सन्ति आर्धधातुकप्रत्ययः अनेन होढसूत्रस्य कार्यं भवति हकारस्य स्थाने हो ढकारः आगच्छति सो मिह् इति यदि अहं स्वीकरोमि मिड् योगतव्यं तदनन्तरं ढकार झषि अस्ति झषस्तोत्रः अनेन सकारस्य ढकार भवति सो मेधयोग ढव्यं भवति ढव्यम् इदानीं श्नाष्टु अनेन ध अस्ति मेधव्यं तस्य ढकार भवति सो मेधयोग ढव्यं भवति इदानीं ढोढे लोप अनेन पूर्वस्य ढकारस्य लोप भवति सो मेधव्यम् इति रूपं भवति मेधव्यं मेधा मेधुम् इति रूपाणि भवन्ति तथैव लेढ् लेधा लेढुं रुः तत्र पुगन्तलघुपदस्य ओकारः भवति रोढा रोढुं रोढव्यं तदनन्तरं द्वितीय गण भवति यत्र दकार हकारस्य आदौ अस्ति तत्र दादे धातो अनेन होड प्रधा अपवादत्वेन इदानीं एतत् सूत्रं कार्यं करोति कारण कि विशिष्टसूत्रम् अस्ति यदि एतत् अत्र कार्यं न करोति तद् व्यर्थं जात तत्र दकारस्य हकारस्य स्थाने घकार आदेशः भवति तो इदानीं यदि अहं दिह् इति करोमि सो तत्र भवति देघ् इति घकार आगच्छति दादे धातुगणेन देघ् योग तव्यं तत्र पुनः जसस्तोदनेन धव्यं भवति सो देघ् योग धव्यं यद् धेग्योगद्रव्यम् अस्ति तदनन्तरं झलां चषि अस्य कार्यं भवति अनेन घकारस्य स्थाने जष्ट्वं भूत्वा घकारः भवति सो देग्योग द्रव्यं सो देग्धव्यम् इति रूपं भवति सो इति भवति तदनन्तरं विशिष्ट अस्ति अदन् वः वहति प्रथमं सामान्यकार्यं भवति या डोडे लोप तत्र पर्यन्तं तदनन्तरं पुनः एकं विशिष्टसूत्रम् आगच्छति सहि वहो रोदवर्ण्यस्य अनेन ढोडे लोप यत्र भवति प्रथमं ढकार तस्य अनन्तरं यत् वकार उत्तरं यत् अकार अस्ति तस्य स्थाने ओकार भवति तो वोढा वोढुं वोढव्यं तु सहि वहो रोदवनस्य इति सूत्रस्य कार्यं भवति इदानीं यत् नः धातुः अस्ति तत्रापि विशिष्टकार्यमस्ति नः धा नहोदय इति सूत्रम् इति अपि अपवादस्य होडस्य अपवादत्व भवति इति सूत्रमपि सो अत्र हकारस्य स्थाने प्रथमं हकार नद्धा सो धकार आगच्छति धकार पुनः जसस्तोदनेन धव्यं भवति सो तदनन्तरं झलाञ्चषति अनेन नद्ध्वा इति भवति सो नद्धा नद्धुं नद्धव्यम् इति रूपाणि भवति भगिनि अत्र रुद्ध इत्यस्य उक्तवती खलु तत्र सूत्राणि कानि सन्ति भगिनि रुद्ध रुद्ध कुत्र अस्ति रुद्ध वयं नूतनतया योजितवन्तः खलु महोदय आमां झषस्तोतो ध रुद्ध प्रथमं गुण भवति पुगन्तलघुपदस्य तदनन्तरं रुद्धयोग झषस्ततो ध अनेन दकारस्य दकार भवति तदनन्तरं झलांशि अनेन दकारस्य दकार भवति तो रोद्धुम् इति भवति भिन्न विशिष्टसूत्राणि किमपि नास्ति खलु तत्र नो रुद्ध अनुरुद्ध अपि द्वयं रूपं दत्तम् अस्तु भगिनि अत्र योजयन्ती अस्मि महोदयेन योजितं रुद्ध मयन मयन अस्मिन् करपत्रे मयन योजितम् अस्तु रुद्ध अनुरुद्ध द्वयो द्वयमस्ति रुद्ध रोधा रोधुं रोधव्यं रोचति रोच्य अनुरुद्ध इति अनुरोधा अनुरोधुम् अनुरोधव्यम् अनुरोच्यते अन्व रोच्यत इदानीं कुर्मः वेद्धातव आं भगिनि एकनिमिषं तस्य क्रमः मम क्रमः वेद्धातवः शब्दतृच्छातवः सन्ति स्वाति श्रुति श्रुति द्वितो इति सूत्रेण पञ्चधातवः स्वरु स्वर्ता सत्वं दत्तव्यं स्वरिता सत्यं स्वरिता सत्यं दत्तव्यम् अनन्तरं सों ददु श्रोतः श्रोतुं श्रोतव्यम् अत्र सूत्रं भवति धातुआदेशः इति सूत्रेण सः इति न न किमपि कार्यं नास्ति अत्र तदा एव तिष्ठति श्रोता श्रोतुं श्रोतव्यं सविता श्रोतुं श्रोतव्यम् अनन्तरं धू धातुः अपि द्वौ दोता दोतुं दोतव्यं दविता दवितुं दवितव्यम् इति पञ्चधातवः अत्र अनन्तरम् ऊदिकधातवः चतुर्विंशतिः चकारन्तधातवः तञ्चु तञ्चु ओव्रच् अञ्जु मृजु टितु स्यन्दि तञ्जु कार्य अत्र चोः कुहुति कार्यं भवति अनुसारस्य सम्पदस्य जलि इत्यनेन अनुसारः भवति अनन्तरं ककारस्य भवति इति कृत्वा अनुसारस्य ये प्रस्तावनमस्ति नकार नकार आदेश तन्तव्यम् अनन्तरम् इडामपक्षे तञ्जिता तञ्जितुं तञ्जितव्यम् ओरच् इति धातुमध्ये व्रच् इति भवति अत्र वृश्च वृच सृज मृज जराजभ्रज शशांसः इत्यनेन अतालयचकारस्य मूर्धन्य चकार आदेशः अनन्तरं शुनास्तुः इत्यनेन तकारस्य टकार आदेशः अथवा वृष्टा व्रष्टुं व्रष्टव्यम् इडामपक्षे व्रचिता व्रचितुं व्रचितव्यम् इति अञ्चु धातुः तञ्चु किं कार्यं भवति तदेव अत्रापि नचापदस्य चोहकुः नचापदस्य अनुसारशै पाशानः इति भूत्वा अङ्क्ता अङ्कम् अङ्कव्यम् अपि आम् महोदय आमां क्षमितं करिचय भवति अत्र तृतीयचकारः तृतीयककारः आदेशः करिचय इति सूत्रेण प्रथमककारः आदेशः रूपं भवति अङ्क्ता अङ्कम् अङ्कव्यं धन्यवादः भगिनि मृजिधातुः अत्र अत्र सृचि मृचि किं सूत्रं मृजेवृद्धिः इति कृत्वा मार् मार् इति रूपं भवति अनन्तरं रचवर्ष सृजमृज जराजभ्राज सुशांसः इत्यनेन शकार आदेशः श्रुणास्तुः इत्यनेन टकार आदेश तकारस्य मार्षा मास्तु मास्तव्यम् इति इडामपक्षे मार्जिता मार्जितुं मार्जितव्यम् इति क्लीदुधातुः लघुपदशेत्यनेन क्लेट् भवति खरीच इति सूत्रेण क्लेता क्लेतुं क्लेतव्यं क्लेदिता क्रीडामश्चेत् क्लेदिता क्लेदितुं क्लेतव्यम् इति शन्तधातुः अत्र खरीच भवति शन्ता सन्तुं सन्तव्यं शन्तिता सन्तितुं सन्तव्यं शिधुधातुः अत्रैव अस्ति यदा धात्वदेशः इति सः सः इति सूत्रेण सूत्रेण से भवति अनन्तरं सेद् जसस् दोदः इत्यनेन तकारस्य दकार आदेशः जलञ्जसि इति सूत्रम् अपि कार्यं कृत्वा सेदा सेतुं सेतव्यम् इडामपक्षे सेदा सेतितुं सेतव्यं गुपु धातुः अत्र गुणकार्यं कृत्वा गो इति भवति करिचेतेन गोप्ता गोप्तुं गोप्तव्यम् इडामपक्षे गोपिता गोप्तुं गोपितव्यं गोपायिता गोपायितुं गोपायितव्यम् इति रूपेण त्रिविरूपं त्रीणि अत्र गुपुधूपो विचि पनिपनिभ्यः आयः इति सूत्रेण आय आदेशः गोपायिता गोपायितुं गोपायितव्यम् इति त्रीणि रूपाणि त्रपूस् किन्तु आयादे आर्धधातुके वा इति विकल्पेन भवति अत्र विकल्पेन अस्ति कारणकि आर्धधातुकप्रत्ययः अस्ति आयादे आर्धधातुके पूर्वसूत्रं नित्यं भवति अत्र आयाद आर्धधातुक आयाद सूत्रेण विकल्पेन भवति धन्यवादः त्रपूस् अत्र त्रप्ता त्रप्तुं त्रप्तव्यम् ईडामय पक्षे द्रपिता द्रपितुं द्रपितव्यं कृपुदातुः अत्र भवति कृपरोलः कृपरोलः इति नेन ऋकारस्य लकारादेशः अनन्तरं गुणः भवति कल्पता कल्पितुं कर्तव्यं कल्पिता कल्पितुं कल्पितव्यम् इति चमोदातुः चन्ता सन्तुं सन्तव्यम् अकर नचान् पदस्य चलि तदेव नचान् पदस्य चलि अनुसरस्य वर्षः भूत्वा चन्ता सन्तुं सन्तव्यम् इदामवचे चन्ता सन्तुं सन्तव्यं चमोस्य तदेव चयं समानकार्यं चन्ता सन्तुं सन्तव्यं समिता सन्तुं सन्तव्यम् असुधातुः अत्र वृक्षपरज सूर्यमृज राज दशांसः इति मोदकचकार आदेशः अनन्तरं स्नास्तु अष्टाष्टम् अष्टव्यं क्रीडामगत्य अष्टाष्टम् अष्टव्यं क्लिषु अत्र अपोन्दलोपदेशे इति क्लेश वृक्षप्रत्यजराजप्रदेशसंसः षत्वम् अनन्तरं स्नास्तु तकारस्य टकारादेशः क्लेशता क्लेष्टुं क्लेष्टव्यं क्लेशिता क्लेशितुं क्लेशितव्यम् अक्षु अत्रापि हक् हक्ष् चोः समीवरन्ते इति सूत्रेण ककारः लोपो भवति अनन्तरम् अश् इति तिष्ठति अश् अनन्तरं शृणाश्रुः अष्ट अष्टम् अष्टव्यम् इति अक्षिता अक्षितुम् अक्षितव्यं तक्षु तत्रापि सोः समीहरन्ते च कार्यम् अनन्तरं वृक्षप्रजसृज अनन्तरं शृणास्तुः तष्टा तक्षं सस्तव्यं तक्ष्या तक्षं तक्षितव्यं त्वक्षु तत्रापि तदेव भवति त्वष्टा त्वष्टुं स्वष्टव्यं तक्षा तक्षितुं तक्षितव्यं गाहु इति अत्र होडः इत्यनेन डकारादेशः अनन्तरं जसस्तोदोदः स्टुमास्तुः डोडोलोपो पूर्वस्य सूत्रेण प्रथमटकर लोपो भूत्वा गाढा गाढुं गाढव्यं गाहिता गाहितव्यं गुः अत्र भवन्दलभोदस्य इति सूत्रं कार्यं कृत्र गो इति भवति होडः अनन्तरं जस्तोदोदः सुनास्तुः डोडे लोपो पूर्वस्य इति सूत्रेण डोडे पूर्वतनकारः लोपो भूत्वा गोडा गोडुं गोढव्यं गूहिता गृहीतुं गूहितव्यम् अत्र ऊदुपदायाः गोहः इति सूत्रेण गुः धातौ उकारस्य ऊकर आदेश ऊत् आदेशः गूहिता गूहितुं गूहितव्यम् इति धन्यवादः अजातिप्रत्यये परे अत्र आदधातुक मात्रं नास्ति अजादि साधारणतया अजातिप्रत्यये अपि भवति इति अनन्तरं गृह अत्र गुणकार्यं कृत्वा गर् इति भवति होडः जस्तु श्रास्तुः डोडेन गर्दा गर्दुं गर्दव्यं गर्हिता गर्हीतुं गर्हितव्यम् अनन्तरं दृणुः अत्र होडः तदेव जस्तोदोदः सुनाष्टुः दृढेडप दृण्डा इति अत्र मोट नत्वं भवति दृण्डा दृण्डं दृण्डव्यं गुणकार्यम् इदाहमपक्षे त्रिंशिता त्रिंशितं त्रिंशितव्यम् इति अनन्तरं दृढा दृग्धातुः तदेव गुणः भवति सर्वति कोन्दलपदस्य सूत्रेण होडः यस्वदोदः समासुः दोडलेपो कार्यं कृत्वा दर्डा दड्डं दद्धव्यं तर्षिता तर्हितुं तर्हितम् स्तुरुः अपि तदेव सूत्राणि कार्यं कृत्वा स्तर्धा सद्धं सद्धव्यं सहिता रहितुं सहितव्यं गुरुः अपि तदेव कार्यं भवति वर्धा वर्धं वर्धव्यं वर्जिता वर्जितुं वर्जितव्यम्। बहु समीचीनं महोदय। अस्माकं यत् हकारान्तपाठः अस्ति तत्र महोदयने गुहूज् विहाय ये सर्वे वेददातवती गाहू गृह तृणुः त्रिः स्त्रुः वृः ते सर्वे सामान्य हकारान्तदातु कारणं कि प्रत्ययः समानः अस्ति सर्वेषाम्। उद्धुपदधाया गोः इति विशिष्टसूत्रं कार्यं करोति तत्र। अत्र केवलं त्रीणि अधोभागे यथा दधति मृजे वृद्धि इति स्मर्तव्यम्। अपि गोपायिता गुपु जुपु विचि च निपणिपणभ्य आय आय आयादयादुदातके वा अपि आयादयादुदातके वा तत्र गुः इति उदुपदाय गुः इति कृपोरो धन्यवादः स्मरणार्थं सम्यक् अस्ति। न महोदय इति वदति पुनः पुनः पृच्छति सर्वे मां तथा वयं केवलं स्माल् पोर्शन् इति वयं पठामः। यद्यपि महोदय बोधः अस्ति परन्तु भवतः स्मरणम् अपि सम्यक् अस्ति किल। न महोदय चिन्तितव्यं। धन्यवादः भगिनि। इदानीं त्वया बहु सम्यक्तया स्मरणं मया कुत् ऐ कीप् सेयिङ्ग् हिन्दी इङ्ग्लिश् सारि कोऽपि न स्मरामि कोऽपि न चिन्ता मास्तु भगिनि। भव्या भगिनी भवत्या क्रम इदानीम् आं भगिनि रदादिभ्यश्च रदादिभ्यश्च इति तत्र तु रद्ध नश्य तृप् दृप् तदनन्तरं दृः मुहुष् नुहुष्णिः इति धातवः सन्ति तत्र वायट् इति भवति अनुवृत्तिः तर्हि रद्ध इत्यस्य हिंसाराध्योः इति नश्य इति दर्शने इति रद्धनशि तेषां तु तत्र किं भवति यत्र इडागमः भवति तत्र तु रदिता रदितुं रदितव्यम् इति यत्र इडागमः न भवति तत्र तु रद् प्लस् था इत्यत्र जषश्चतुर्दोधः इत्यनेन तकारस्य धकारः तदनन्तरं जलां जषि इत्यनेन धकारस्य अल्पप्राणधकारादेशः भवति रद्धा इति रद्धा रद्धुं रद्धव्यम् इति नशि इत्यस्यापि किं भवति अत्र तु अत्र तु मस्जि नशो जलि अम् अकिति इत्यनेन अमागमः भवति वा अत्र मकारः आगच्छति नुमागमः भवति अनुमागमः भवति अन्तिम अकारात् परे भवति तर्हि नञ् इति भवति अत्र अनुस्वारस्य ई पर्सवर्णः इति न अनुस्वार तत्र क्षम्यतां नशापदान्तस्य जलि इत्यनेन नुमागमस्य तु तत्र अंशः अनुस्वारः आयाति तदा तु किं भवति यत्र इडागमः भवति तत्र तु नशि यत्र इडागमः भवति तत्र जलि नास्ति इति कृत्वा नशिता नशितुं नशितव्यम् इति किन्तु यत्र इडागमः न भवति तत्र तु अनुमागमः भूत्वा तत्र नश् इत्यस्य शकारान्त धातुः इत्यस्य इति कृत्वा वृष वृष सृज मृज यज राजभ्राज शशांशः इति सूत्रेण मूर्धन्य शकारादेशः भवति तदनन्तरं तकारस्य ष्टुत्वं भवति ष्टुनाष्टुः इत्यनेन तर्हि नंष्ठा नष्टुं नष्टव्यम् इति तदनन्तरं तृप् दृप् इति ऋदुपदधातुद्वयं पुनः अत्र किम् अस्ति तृप् दृप् उभयोः अपि पुनः यथा वयं पूर्वम् उक्तवन्तः अनुदातस्य चर्दुपदस्य च अन्यतरस्याम् इति सूत्रेण अमागमः भवति जलादिप्रत्यये परे चर्दुपदस्य अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन अमागमः विकल्पेन भवति जलादिप्रत्यये परे एव तर्हि यत्र इडागमः भवति तत्र तु केवलम् एकमेव रूपं तत्र पुनः अत्र गुणकार्यं भवति तृप् इत्यस्य तर्प् भवति यत्र अमागमः नास्ति तत्र, तर्हि तर्पिता तर्पितुं तर्पितव्यम् इति, तथा एव दर्पिता दर्पितुं दर्पितव्यम् इति, अनन्तरं यत्र अमागमः भवति तत्र एकस्मिन् पक्षे अमागमः भूत्वा तृप् इत्यस्य ऋकार अकारयोः मेलनं भूत्वा रेफः जायते, त्रप् इति भवति. तत्र तु त्रप्ता खरिचे इति एकमेव सूत्रं, त्रप्ता त्रप्तुं त्रप्तव्यम् इति, द्रप्ता द्रप्तुं द्रप्तव्यम् इति. यत्र अमागमः न भवति अनिडादिपक्षे तत्र तु तृप् इत्यस्य तर्प् इति भवति गुणकार्यं पुगन्धलघुपदस्य चैतन्येन. तर्हि तर्ता तर्तुं तर्तव्यं, दर्प्ता दर्तुं दर्तव्यम् इति. तदनन्तरं मुहु स्नुः दृहु मुहु स्नुः स्निः इति, तत्र दृः इत्यस्य जिगांसायाम् इति. तत्र किं भवति, एकस्मिन् पक्षे तु यत्र इडागमः भवति तत्र तु गुणकार्यं भवति उदुपदः अस्ति इति कृत्वा, तदा तु द्रोहिता द्रोहितुं द्रोहितव्यम् इति. तदनन्तरं यत्र इडागमः नास्ति तत्र तु जलिपरे अस्ति, तत्र तु वा दृहुमुहुष्णुष्णिहाम् इत्यनेन तत्र किं भवति, किं भवति विकल्पेन एकपक्षे घकार हकारस्य स्थाने घकारपक्षे होडनेन ढकार भवति, ढकारः भवति. अस्तु, तत्र होडः इति सामान्यकार्यं भवति, तर्हि दृह् इत्यस्य दृढ् हकारस्य स्थाने ढकारादेशः भवति, दृढ् भवति. प्रथमं तु पुगन्तलघुपदस्य इत्यनेन गुणकार्यं भवति, द्रोः भवति. तदनन्तरं होडः इत्यनेन द्रोड् भवति, द्रोड् योगः ता इति अस्ति. तदुना किं भवति, तत्र जशस्ततोर्दोदः इत्यनेन तकारस्य धकारादेशः भवति, द्रोड् योगः धा भवति. तदनन्तरं तत्र किं भवति, द्रोड् योगः धा भूत्वा द्रोड् इत्यस्य किं भवति, ष्टुनाष्टुः इत्यनेन द्रोड् योगः ढा भवति, द्रोडे लोपः इत्यनेन द्रोडा इति, एकस्य पूर्वस्य डकारस्य लोपः भवति, द्रोडा इति भवति. तदनन्तरं यत्र गका वा दुः दृः मुहु स्नुः स्निहाम् इत्यनेन गकारादेशः भवति हकारस्य स्थाने, तस्मिन् पक्षे तु गुणकार्यं भूत्वा द्रोग् द्रोग् इति भवति. तदनन्तरं द्रोग् योगः ता इति वर्तते, जशश्चतुर्दोदः इत्यनेन धकारादेशः भवति, द्रोग् धा इति भवति. तदनन्तरं तत्र तु जलांजश्चषि इत्यनेन इति वृष्टिवत् कार्यं भवति, तदा तु द्रोग्धा इति भवति. मुह् इत्यस्य अपि समानकार्याणि, मोहिता मोहितुं मोहितव्यं, मोडा मोडुं मोढव्यं, मोग्धा मोग्धुं मोग्धव्यम् इति. तदनन्तरं स्नुः स्निः इति वर्तते, तत्रापि समानकार्याणि, स्नोहिता स्नोहितुं स्नोहितव्यं, स्नोडा स्नोडुं स्नोढव्यं, स्नोग्धा स्नोग्धुं स्नोढव्यं. तदनन्तरं स्निः इत्यस्मात् तु तत्र स्नुः स्निः इत्यनयोः तु धातु आदेशः शः स्नः सः इति सूत्रेण तत्र सकार अल्पप्रणसकारादिशः भवति तत्र. तर्हि तत्र अकृतव्यूहाः पाणिनीयाः इत्यनेन तत्र नत्वविधिः अपि न जायते, तर्हि स्नुः इति भवति, तदैव स्निः इति भवति. स्निः इत्यस्मिन् तु पुनः स्नेहिता स्नेहितुं स्नेहितव्यम् इति. तदनन्तरं होडः इत्यस्मिन् पक्षे स्नेडा स्नेडुं स्नेदं स्नेढव्यं, वा दृहु मुहु स्नुः स्निहाम् इत्यस्मिन् इति यत्र घकारादेशः भवति, तस्मिन् पक्षे तु स्नोग्धा स्नोग्धुं स्नोक्तव्यम् इति. तदनन्तरं निरुपसर्गकुशधातोः आर्धधातुकस्य इड् आगमः विकल्पेन भवति, तत्र निरहकुशः इति सूत्रेण, निष्कर्षे इति निरहकुशः. तत्र तु यत्र इडागमपक्षः पक्षः वर्तते तत्र तु निष्कोषि, तत्र निर् इत्यस्य कथं निष् भवति इति चिन्तनीयं भवति. तत्र निर् इत्यस्य तु रेफस्य किं भवति, ससर्षणीयनेन भवति. तदनन्तरं इदु उदपदस्य च प्रत्ययस्य इति सूत्रेण विसर्ग आदौ यदि इदुपद निर् इति इकार अस्ति तद् इदुपद अस्ति, तस्य कः परे शकार भवति, मूर्धनि भवति, निष्कोषिता इति भवति. तदनन्तरं यत्र इडागं पक्षः नास्ति तत्र तु तत्र ष्टुनाष्टुः इत्यनेन तकारस्य टकारादेशः भवति, निष्कोष्टा निष्कोष्टुं निष्कोष्टव्यम् इति भवति. सरला भगिनी पुनः वदतु निर् रेफ षकार कथं भवति भगिनि निर् योगकुश प्रथमं निर् रेफ इति चषु यदा सकारति वयं वदामः ससतिशोरु तदनन्तरं खरवस्थान विसर्जनीय इदानीं रेफ पूर्वम् अस्ति सो ससतिशोरु तस्य कार्यं न अस्ति खरवस्थान विसर्जनीय अनेन विसर्ग भवति तदनन्तरं ऋतुपदस्य च अप्रत्ययस्य यत् विसर्ग अस्ति तत् प्रत्ययः नास्ति तस्य आदौ इकार अस्ति इदुपद अस्ति पदं यत् अस्ति इकार अस्ति वा उकार अस्ति तद् विसर्गस्य स्थाने मूर्धन्यषकार भवति अस्माकं पाठे अस्ति इति शीघ्रम् अहं तत्र दृष्ट्वा वदन्ती अस्मि इदुपदस्य च अप्रत्ययः अस्ति 8341 सूत्रस्य संख्या 8341 धन्यवादः भगिनी सर्वेषाम् इति अभ्यासः अभवत् साधु आरम्भ मया तु न अभ्यासं कर्तुं न शक्नोमि ऐ काण्ट् रिमेम्बर् दट्स् अ प्राब्लम् मेजर् प्राब्लम् दट्स् ओके हौ एवर् इट् गोस् एस् लाङ्ग् ऐ मीन् वेन् पीपल् आर् सेयिङ्ग् वाट् दिस् यु नो वाट् द वर्ड्स् आर् ऐ नो ऐ आम् आल्रेडि ऐ एम् सेयिङ्ग् इट् बट् ऐ डोण्ट् से इट् लौड् दट् आल् अस्तु भगिनि धन्यवादः भगिनि धन्यवादः धन्यवादः क्लास् डिड् यु डिस्कस् द क्लास् डिड् यु डिस्कस् वट् हेप्